गच्छतु भगिनी. शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये. सरस्वती नमस्तुभ्यं वरदे कामरूपिणी. विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा. ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीवमुपास्महे. गुरुभ्यो नमः. श्रीगुरुभ्यो नमः. धन्यवादः भगिनी. सर्वेभ्यो नमः. स्वागतं सर्वेषाम् अस्माकं वर्गे. अत्र अस्माकं प्रवर्तमानः विषयः कोऽपि नास्ति, तत्र अग्रे अव्ययानि इति विषयः भवति. किन्तु वयम् एकां कथां पठन् आसं गतवर्गे. तां कथां पुनः एकवारं तत्र न समापितवन्तः इति कृत्वा तत्र आरम्भतः पुनः एकवारं पठित्वा अग्रे तत्र अव्ययानि इति विषये गीतासोपानं पठामः. अस्तु, तर्हि तत्र सर्वेषां पार्श्वे कथा अस्ति वा? आम् महोदय. हा, तत्र सुयोग्यः पुत्रः इति पुटसङ्ख्या 9, तत्र जुलै 2020 इश्यू अस्ति सम्भाषणसन्देशः. अस्तु, तर्हि तत्र सुयोग्यः पुत्रः इति कथा. अस्तु, तत्र उषा भगिनी आरम्भं करोति वा? आं महोदय. सुयोग्यः पुत्रः. कदाचित् तिस्रः महिलाः कूपात् जलम् उद्धृत्य जलपूर्णं घटं वहन्त्यः गृहं प्रति प्रस्थिताः. तद् अवसरे पुत्राणां श्रेष्ठताविषये तासां चर्चा आरब्धा. एका अवदत्, मम पुत्रः महाविद्वान् अस्ति. शास्त्रार्थसभासु भागं गृहीत्वा महापण्डितान् अपि पराजितान् करोति सः. राजास्थाने अपि तस्य विशेषसम्मानः अस्ति. अद्यत्वे सः राजधान्यां निवसति इति. समीचीनं भगिनी. अस्तु, अग्रे तत्र शोभा भगिनी अग्रे पठति वा? आम् महोदय. तदा अपरा अवदत्, मम पुत्रः अल्पे एव वयसि वाणिज्ये प्रवृत्तः जातः. इदानीं पितुः वाणिज्यं स्वयं निर्वहन् तत् बहुधा विस्तारितम् अपि अस्ति. तेन प्रतिमासं तस्य आयः वर्धते. नगरे वसता तेन गृहं प्रति आगमनाय अपि समयः न प्राप्यते इति. किन्तु तृतीया स्वपुत्रविषये किमपि न अवदत्. तदा अन्ये तां पृष्टवत्यौ, भवत्या स्वपुत्रविषये किमपि न उक्तम् एव इति. तावत्पर्यन्तं. धन्यवादः भगिनि. अस्तु, अग्रे श्रीप्रिया भगिनि. आम् महोदय. तदा सा तृतीया अवदत्, मम पुत्रः शास्त्रम् अधीतवान्. गृहे एव तिष्ठन् विरामसमये अन्यान् आसक्तान् शास्त्रग्रन्थान् अध्यापयति. पुत्रा सह कृषिकार्यं कृत्वा कौशलं प्राप्य अद्यत्वे समग्रं कृषिकार्यं स्वयमेव निर्वहति सः. ग्रामे कस्यचित् अपि कष्टं यदि स्यात् तर्हि तन्निवारणाय झटिति तत्र धावति. शास्त्रे अन्ये जेतव्याः इत्यत्र, प्रभूतं धनं सम्पादनीयम् इत्यत्र च तस्य इच्छा नास्ति इति. समीचीनं भगिनि, धन्यवादः. अस्तु, अग्रे नरेश महोदय पठति वा? महोदय. तावता राजधानीं गच्छन् प्रथमायाः पुत्रः अभिमुखम् आगतः. ताः नमस्कृत्य सः अग्रे अगच्छत्. किञ्चिदनन्तरं द्वितीयायाः पुत्रः अपि अभिमुखम् आगतः. सोऽपि ताः प्रणम्य वेगेन ततः निर्गतवान्. तावता तृतीयाः पुत्रः तृतीयायाः पुत्रः तत् आगत्य भवत्यः एतस्मिन् आतपे किमर्थं घटवहन् श्रमं कुर्वन्ति? अहं घटं भवतीनां गृहं प्रापयिष्यामि इति उक्त्वा तासां हस्तात् अनुरोधपूर्वकं घटं स्वीकृत्य अग्रे प्रस्थितवान्। प्रस्थितवान्, समीचीनं महोदय, समीचीनं, धन्यवादः महोदय। अस्तु, अग्रे गीताञ्जलि भगिनी पठति वा? आम् महोदय। यदा सः अग्रे अगच्छत् तदा उभे तृतीयाम् उक्तवत्यौ, भवत्याः पुत्र एव श्रेष्ठः, सः न केवलं भवत्याः अपि तु आवयोः अपि भारम् ऊढवान्। आवयोः पुत्रौ तु शिष्टाचारं परिपाल्य आवयोः कष्टविषये अविचिन्त्य अग्रे गतवन्तौ। यः मातापित्रोः अन्येषां च कष्टस्य निवारणे सर्वदा अवधानवान् भवेत्, सः एव योग्यः पुत्रः। भवत्याः जीवनमेव धन्यम् इति। हा, समीचीनम्, अस्तु, धन्यवादः। अस्तु, नमस्कारः महोदय। हा, लक्ष्मी भगिनी, नमस्कारः भगिनी। तत्र वयं कथां पठन् स्मः, तत्र जुलै 2020 मध्ये पुटसङ्ख्या 9, सुयोग्य पुत्रः। सत्यं, सत्यम्। अस्तु, इदानीं तत्र एतावत् तत्र ललिता भगिनी किञ्चित् आरम्भतया किञ्चित् वाक्यद्वयम् अथवा वाक्यत्रयं स्वीकृत्य विवृणोति वा? अस्तु। कदाचित् तिस्रः महिलाः कूपात् जलम् उद्धृत्य जलपूर्णं घटं वहन्त्यः गृहं प्रति प्रस्थिताः। अग्रे पठामि। एकस्मिन् समये तिस्रः तिस्रः इत्युक्ते तिस्रः एव श्रीलिङ्गे तिस्रः एव श्रीलिङ्गे तिस्रः एकवचने ओके त्रयः पुरुष मेल् पुरुषः किन्तु अन्यत् रूपम् अस्ति यदि तिस्रः न त्रीणि तु नपुंसकलिङ्गे अस्ति त्रयः त्रयः पुल्लिङ्गे तिस्रः त्रीणि नपुंसकलिङ्गे किन्तु तत्र तिस्रः महिलाः स्थाने अन्यत् यदि वक्तुम् इच्छामः तत्र किं भवति महिला इति आरभ्य तिस्रः महिलाः न किन्तु महिलात्रयम् इति तत्र ग्रूप् आफ् त्री इति किन्तु एकवचने भवति महिलात्रयम् इत्युक्ते एकमेव एकं महिलात्रयम् इति तिस्रः महिला तु बहुवचने अस्ति तावदेव। अस्तु, कूपात् जलं, कूपात् इत्युक्ते पञ्चमी विभक्ति, कूपात् जलं, जलम् उद्धृत्य इत्युक्ते उपसर्ग अस्ति उत् योग धृ ल्यबन्त उपसर्ग अस्ति ल्यबन्त प्रयोग इति स्थाने उद्धृत्य इति इत्युक्ते त्वान्तरूपम् अत्र उपसर्ग अस्ति इति कृत्वा ल्यबन्तरूपं उद्धृत्य घटं वहन्त्यः शत्रन्तप्रयोगः सोरि शत्रन्तप्रयोगः किन्तु तत्र जलपूर्णं घटम् इत्युक्ते किं विशेषणम् अस्ति घटस्य विशेषणं कीदृशं जलपूर्णं द्वितीया विभक्ति द्वितीयविभक्ति कर्मपदं वहन्ति महिलाः वहन्ति महिलाः किं वहन्ति महिलाः जलपूर्णं घटं वहन्ति तत्र वहन्ति इति क्रियापदमस्ति किन्तु अत्रापि वहन्ति तत्र दीर्घ इकारः दीर्घ इकारः अस्ति वहन्त्यः हा नदीशब्दवत् तत्र हा तत्र शत्रन्तरूपं तत्र गच्छन् इति पुल्लिङ्गे स्त्रीलिङ्गे तत्र महिला तत्र पुरुषः गच्छन् पश्यति पुरुषः गच्छन् पश्यन्ति पुरुषः गच्छन् पश्यति महिला किं भवति महिला पश्यन्ति न न गच्छन् गच्छन् इति गच्छन् महिला गच्छन्ति हा गच्छन्ति पश्यन्ति महिले गच्छन्तौ न गच्छन्तौ महिले गच्छन्त्यौ न तत्र विलम्बेन अग्रे गच्छामः तत्र पुरुषः गच्छन् पश्यति महिला गच्छन्ती पश्यति गच्छन्ति इति नदीवत् अस्ति नदी नद्यौ नद्यः अतः महिला गच्छन्ती महिले नद्यौ नद्यौ गच्छन्त्यौ गच्छन्त्यौ इदानीं नद्यः नदी नद्यौ नद्यः पश्यन्तौ न गच्छन्त्यौ गच्छन्ति गच्छन्त्यौ गच्छन्ति गच्छन्त्यौ गच्छन्त्यः तत्र वहन्ति वहन्त्यौ वहन्त्यः अत्र बहुवचने अग्रे गृहं प्रति गृहं प्रस्थिताः हा गृहं प्राप्तुम् इष्टवन्तः तं प्रति प्रस्थिताः समीचीनम् अस्तु अग्रे भगिनि तदवसरे पुत्राणां श्रेष्ठताविषये तासां चर्चा आरब्धा तदवसरे इत्युक्ते तत्र तस्मिन् समये पुत्राणां बहुवचन षष्टिविभक्ति बहुवचनं समीचीनम् अस्ति श्रेष्ठताविषये तस्य महत्वं विषये अथवा पुत्रः उत्तमः उत्तमः न वा इति प्रश्ने उत्तमः न वा इति प्रश्ने पुत्राणां श्रेष्ठता तत्र पुत्राणां तासां विषयः विषये तासाम् इति तत्र तासां तासां चर्चा चर्चा स्त्रीलिङ्ग् अस्ति इत्युक्ते तासां तासां तासां बहुवचन षष्टिविभक्ति हा तत्र कासां तासाम् इत्युक्ते पुत्राणां न तासाम् इति षष्टि बहुवचने एव समीचीनं तावत्पर्यन्तं समीचीनमस्ति भगिनि इदानीम् अन्य कोऽपि करोति किन्तु तावत्पर्यन्तं समीचीनं तासां षष्टि बहुवचनं समीचीनं किन्तु तत्र अस्तु लक्ष्मी भगिनी तत्र तासाम् इति कासां महिलानां तासां महिलानां चर्चा आरब्धा ते एव चर्चां कुर्वन्ति खलु अतः तासां चर्चा आरब्धा अग्रे लक्ष्मी भगिनी पठतु अस्तु धन्यवादः धन्यवादः भगिनी वंशी सुधा एका अवदत् मम पुत्रः महाविद्वान् अस्ति शास्त्रार्थ सभासु भागं गृहीत्वा महापण्डितान् अपि पराजितान् करोति सः अस्तु अत्र अग्रे वाक्यद्वयमपि पठित्वा किञ्चित् विवृणोतु भगिनि अस्तु राजास्थाने अपि तस्य विशेष सम्मानः अस्ति अद्यत्वे सः राजधान्यां निवसति इति तत्र एका अवदत् मम पुत्रः महाविद्वान् अस्ति सः पण्डितः अस्ति महापण्डितः अस्ति शास्त्रार्थसभासु भागं गृहीत्वा महापण्डितान् अपि पराजितान् करोति सः. सः अन्यान् पण्डितान् पराजयति. हा, तत्र तत्र भाग शास्त्रार्थसभासु तत्र भागं तत्र हा तत्र वादविवादः भवति, तत्र कस्य जयः इति सर्वं भवति. तत्र एतस्य एव सर्वदा जयः भवति इति कृत्वा, अथवा अनेकवारम् एतस्य एव जयः भवति इति कृत्वा सः शास्त्रसभासु बहुवचने भागं भागम् इति द्वितीयव्यक्ति, महापण्डितान् द्वितीया बहुवचनं तत्र पराजितान् इति किं भवति? महापण्डितान् पराजितान् करोति. तत्र पराजितान् इति किं भवति? विशेषणं भवति तत्र. कीदृशमहापण्डितान् पराजितान् महापण्डितान् एतादृशं सः करोति. एतस्याः पुत्रः प्रथमा महिला या अस्ति तस्याः पुत्रः सः एतत् सर्वं करोति, पण्डितान् पराजितान् करोति. हा, अग्रे राजास्थाने अपि तस्य विशेषसम्मानः अस्ति. हा, राजधान्यां राजस्थाने आस्थाने तत्र राजधानी इति भिन्नः खलु राजधानी. राजधानी इति किं भवति? तत्र नवदेहली राजधानी इति वदामः. राजस्थानम् इत्युक्ते आस्थानं, साक्षात् आस्थानम् महाराजस्य आस्थाने अथवा राजः आस्थाने अपि तस्य विशेषसम्मानः अस्ति. हा, इत्युक्ते तत्रापि तस्य सर्वे तत्र तस्य आदरं कुर्वन्ति. अद्यत्वे सः राजधान्यां निवसति इति. हा, अद्यत्वे एतादृशानि एतानि दिनानि इदानीं सः राजधान्यां निवसति. तत्र ग्रामे सः न वसति, किन्तु सः राजधान्यां वसति. तद् विशेषम् अस्ति खलु, तत्र विशेषः अस्ति खलु. तत्र कोऽपि ग्रामे कस्मिन् ग्रामे तत्र कस्मिंश्चित् ग्रामे वसति इति तादृशः नास्ति, किन्तु एषः राजधान्याम् एव तत्र महाराजस्य निकटे एव सः अस्ति. प्रायशः प्रतिदिनं महाराजं तत्र. हा, किमर्थं निवसति तत्र? हा, तत्र अनेकसमानार्थकपदाः पदानि सन्ति इति कृत्वा तत्र निवसति. तत्र सन्दर्भानुसारम् अत्र तु निवसति वसति समानम् इति मन्ये. किन्तु अनेका तत्र किं पदद्वयमस्ति किन्तु अर्थसमानः अस्ति इति किमर्थं तादृश अस्ति? तत्र बहु लाभः अस्ति खलु, उपसर्गः अस्ति इति. अपि तु तत्र किं केचन उपसर्गाः तत्र अर्थभेदः तत्र अर्थे भेदं कुर्वन्ति, किन्तु केचन किमपि परिवर्तनं न कुर्वन्ति. अतः तत्र हा एतद् भवति. अस्तु, समीचीनः एव, धन्यवादः भगिनि. अस्तु, अग्रे प्रददाति समानमेव वसति निवसति. हा, तादृश तत्र उपसर्गस्य महत्वमपि अस्ति, किन्तु तत्र कस्मिंश्चित् समये तत्र अर्थपरिवर्तनमपि न भवति, तदपि अस्ति. अतः अत्र प्रायशः अर्थपरिवर्तनं नास्ति इति मन्ये. अस्तु, धन्यवादः भगिनि. अस्तु महोदय. हा, वंशीसुधा भगिनी नमस्कारः. इदानीं तत्र वेदा भगिनी अग्रे पठति वा किञ्चित्? नमस्ते नमस्ते महोदय. तत्र सुयोग्यः पुत्रः इति जानाति वा वंशी सदा भगिनी? पुरतः अस्ति महोदय. अस्तु अस्तु भगिनि, समीचीनम्. अस्तु तदा अपरा अवदत्, मम पुत्रः अल्पे एव वयसि वाणिज्ये प्रवृत्तः जातः. तदा द्वितीया महिला वदति, मम पुत्रः अल्पे एव वयसि वयः इति वयस् इति तत्र नपुंसकलिङ्गसकारविभक्ति. समीचीनम्. अल्पे एव अल्पः तत्र अल्पं वयः अल्पे वयसि इति. अल्पे एव वयसि वाणिज्ये प्रवृत्तः जातः. वाणिज्यं करोति वाणिज्यक्षेत्रे प्रवृत्तः जातः. सः बहु अग्रे गतवान् तत्र वाणिज्यक्षेत्रे. कोऽपि तस्य समीपं न गन्तुं शक्यते इति तादृशार्थे. इदानीं पितुः वाणिज्यं स्वयं निर्वहन् तत् विस्तारितमपि अस्ति तेन. इदानीं पितुः वाणिज्यं कार्यम् अपि स्वयं निर्वाहः इति विभक्ति षष्ठी विभक्ति पितुः वाणिज्यं पितुः वाणिज्यं स्वयं निर्वहति. निर्वहन् समीचीनं भगिनि. स्वयं निर्वहति, सः एव निर्वहति. पितुः वाणिज्यमपि सः एव निर्वहति. अपि तेन बहुधा विस्तारितमपि करोति. न तत्र विस्तारितम् अपि अस्ति तेन. तत्र बहुधा विस्तारितम् अपि अस्ति वाणिज्येन. वाणिज्येन न, तत्र किं विस्तारितम् अस्ति? वाणिज्यं. किन्तु कीदृशवाणिज्यं? स्वयं निर्वहन् वाणिज्यं. न तत्र सत्यमेव भगिनि, किन्तु तत्र पितुः वाणिज्यं यद् अस्ति तत् स्वयमेव निर्वहति. अपि तं तत् पितुः वाणिज्यम् अपि विस्तारितं सः कृतवान्. अतः तत्र विस्तारितम् इत्युक्ते विस्तारितम् इति पदं कस्य विशेषणम् इत्युक्ते पितुः वाणिज्यम् इति पदस्य विशेषणं. पितुः वाणिज्यम् एव सः निर्वहति अपि तस्य विस्तारितम् अपि सः एव तत्र कृतवान्. सः तं विस्तारितवान् इति. वाणिज्यं विस्तारितवान् इति. प्रतिमासं तस्य आयः वर्धते. आयः इत्युक्ते धनं सम्पादयति तत्र. यद् यद् धनं सः सम्पादयति तस्य वर्धनं भवति तत्र. प्रतिमासं तस्य वर्धनं भवति. नगरे वसता तेन गृहं प्रति आगमनाय अपि समयः न प्राप्यते इति. नगरे वसता तेन, वसता इत्युक्ते वसता, नगरे वसता तेन गृहं प्रति वसता. तत्र अस्तु अस्तु, एतत् कुर्मः तत्र प्रथमतया तत्र एतत् कुर्मः. आगमनाय इत्युक्ते गृहं प्रति आगमनाय इति विभक्तिका. आगमनाय विभक्ति किं, का विभक्ति? चतुर्थी. समीचीनम्. आगमनार्थम्, आगमनाय, आगमनार्थम्, आगमनार्थम् अपि समयः न प्राप्यते. नगरे वसते न. किन्तु तत्र एकनिमिष, तत्र वसता इदानीं त्यजामः, केवलं तेन इति स्वीकुर्मः. तेन गृहं प्रति आगमनार्थम् अपि समयः न प्राप्यते. तत्र अर्थः कः? सः गृहम् आगन्तुमपि तस्य समयः नास्ति, सः न प्राप्नोति, सः समयं न प्राप्नोति. तादृशसमयः नास्ति, तादृशसमयः नास्ति. इदानीं तत्र तेन न प्राप्यते इति चिन्तयामः, तत्र तेन न प्राप्यते, तत्र समयः न प्राप्यते, अथवा केवलं तेन प्राप्यते, तेन प्राप्यते इति तत् कर्मणि प्रयोगः अस्ति. सः न प्राप्तवान् अथवा सः न प्राप्नोति इति, अतः तत्र तेन इति अस्ति खलु भगिनि, तत्र तत्र सः इति स्थापयामश्चेत् सः तत्र किं भवति, वसथा इति तत्र वसथा अपि तृतीयविभक्ति अस्ति तत्र. नगरे वसता तृतीया विभक्ति, नगरे इति नगरे इति तस्य विभक्ति भिन्ना, वसता इति पदस्य विभक्ति भिन्ना अस्ति. नगरे सप्तमी विभक्ति, नगरे सप्तमी एव समीचीनं, नगरे सप्तमी एव, किन्तु तत्र किं भवति, तत्र यदि पूर्वं तत्र निर्वहन् इति भवति जानाति खलु, निर्वहन् इत्युक्ते पठन् गच्छन् इति स्वतन्त्ररूपं, स्वतन्त्ररूपं तादृश एव तत्र सः वसन् इति, सः वसन् इति अस्ति चेत् तस्य तृतीयविभक्ति किं भवति, तेन वसता, वसता तेन, कुत्र वसता तेन, तत्र सः नगरे वसति, अत्र सः नगरे वसन् गृहं प्रति आगमनाय अपि समयं न प्राप्नोति इति इति, तत्र यदि कर्मणि कुर्मः तत्र नगरे नगरे एव तिष्ठति, वसन् सः इति तत् किं भवति, वसता तेन इति तृतीयरूपं भवति, तावदेव तावदेव अस्तु वा. अतः तत्र नगरे वसता तेन कर्मणि गृहं प्रति आगमनाय अपि समयः न प्राप्यते इति. अस्तु समीचीनं भगिनि, धन्यवादः महोदय. हा नमस्कारः भगिनि. अस्तु अग्रे उषा भगिनी पठति वा. आं महोदय. किन्तु तृतीया स्वपुत्रविषये किमपि न अवदत्. तदा अन्ये तां पृष्टवत्यौ, भवत्या स्वपुत्रविषये किमपि न उक्तमेव इति. किन्तु परन्तु तृतीया महिला तस्याः पुत्रविषये किमपि न अवदत्. स्वपुत्र तस्याः पुत्रः, स्वपुत्रविषये सप्तमी विभक्ति, किमपि न अवदत्, अवदत् लङ्लका. तदा विषयः इति भवति चेत् तत्र सर्वदा विषये एव खलु, तत्र श्रेष्ठता विषये, तस्मिन् विषये किं वदति, किं चिन्तनम् इति तादृशप्रयोगः भवति. तदा अन्ये तां पृष्टवत्य, तदा अन्ये तां सा ते ताः, तां ते ताः कर्मपदम् अस्ति तत्र. तां महिलां, तां महिलां, तां महिलाम् अथवा तां, तत्र सा तृतीया महिला अस्ति इति कृत्वा तत्र किं वक्तुम् इच्छामः शक्नुमः, सा तृतीया महिला अस्ति अतः तां महिलाम् अथवा तां तृतीयां महिलां, तां तृतीयां महिलां पृष्टवत्य. तत्र अन्ये इति वचनं किम्? अन्ये अन्ये अपि स्त्रीलिङ्गे अस्ति. अन्ये अन्या अन्ये द्विवचनमस्ति. अन्या अन्ये अन्याः इति प्रायशः अस्ति, किन्तु अत्र द्विवचने अस्ति, समीचीनं. पृष्टवत्यौ इति तस्य विशेषणं भवति, पृष्टवती, पृष्टवत्यौ, वत्यौ, पृष्टवत्यः. तव तु प्रत्यय. भवत्या स्वपुत्रविषये किमपि न उक्तम् एव इति. भवत्यापि कर्मणि भवत्या न उक्तम् भवत्या, तत्र भवति इति रूपम् अस्ति चेत् किं भवति, भवती स्वपुत्रविषये विषये सप्तमी विभक्ति अस्ति अत्र. किमपि न उक्तम् एव. भवत्या तृतीयविभक्ति, त्रीणि एकम् एकम्, एकं द्वे एकं, भवती स्वपुत्रविषयम् अस्ति वा महोदय? न न, स्वपुत्रविषये एव तिष्ठति तत्र. कर्मपदं नास्ति वा महोदय? उक्तवती किमपि किं तत्र किमपि इति अस्ति खलु तदेव कर्मपदं किं किम् इति कः कौ के किम् किम् इति नपुंसकलिङ्गे यदि सा किमपि उक्तवती तत्र वाक्यम् उक्तवती अस्ति चेत् तत्र वाक्यम् इति कर्मपदं भवति किन्तु सा किमपि न उक्तवती किमपि न अतः तत्र किमपि एव कर्मपदं भवति भवती किमपि स्वपुत्रविषये किमपि न स्वपुत्रविषये न उक्तवती हा उक्तवती इति भवति समीचीनम् अस्तु अग्रे अपि तत्र वाक्य तत्र प्रायशः तत्र किम् अध्यापयति इति तावत् पर्यन्तं तदा सा तृतीया अवदत् तदा सा तृतीया महिला अवदत् मम पुत्रः शास्त्रम् अधीतवान् मम षष्टिविभक्ति अस्ति मम पुत्रः शास्त्रम् अत्र कर्मपदम् अस्ति अधीतवान् अधीतवान् इत्युक्ते पठितवान् हा तत्र तस्मिन् निपुणता जातम् इति हा तस्मिन् सः निपुणः अस्ति अधीतः अधीतः इत्युक्ते निपुणः महोदय निपुणः इत्युक्ते तस्य पठनं सः कृतवान् इति तत्र सः तं विषयं तत्र अत्र शास्त्रः इति विषयं खलु तत्र शास्त्रम् इति विषयं तं शास्त्रं बहु किमपि पठितवान् तत्र तस्य अवगमनम् अस्ति सः शास्त्रविषये बहु किमपि जानाति इति शास्त्रे तस्य निपुणता अस्ति इति तृतीयाः महिलायाः पुत्रः सः शास्त्रम् अधीतवान् अस्ति शास्त्रे निपुणः अस्ति अस्ति शास्त्रे निपुणः अस्ति सः अधीतवान् तव तु प्रत्यय सत्यं भूतकालरूपम् इति भूतकालरूपं भूतकालं सूचयति समीचीनं गृहे एव तिष्ठन् विरामसमये अन्यान् आसक्तान् शास्त्रग्रन्थान् अध्यापयति गृहे एव गृहे सप्तमविभक्ति एव गृहे एव तिष्ठति शत्रुप्रत्यय विरामसमये सप्तमीभक्ति यदा समयः अस्ति तदा अन्यान् आसक्तान् बहुवचनम् अस्ति कर्मपदं द्वितीयविभक्ति तत्र अन्याः आसक्ताः अन्यः आसक्ताः अन्यः पुंलिङ्ग अस्ति अत्र अन्यः अन्यौ अन्याः इति तादृशं शास्त्रग्रन्थान् बहुवचने अस्ति कर्मपदम् अध्यापयति निजन्तरूपम् अस्ति अध्यापयति इत्युक्ते पाठयति किं पाठयति शास्त्रग्रन्थान् पाठयति कं पाठयति अन्यान् आसक्तान् पाठयति सः अन्यान् आसक्तान् शास्त्रग्रन्थान् पाठयति सः निपुणः इति कृत्वा सः पाठितुं शक्नोति अपि सः पाठयति केवलं पाठयितुं शक्नोति इति न सः साक्षात् पाठयति सः पाठयति शास्त्रग्रन्थान् पाठयति ये आसक्ताः सन्ति तान् गृहे एव आहूय तान् सर्वान् सः शास्त्रग्रन्थान् पाठयति समीचीनं भगिनि अस्तु इदानीं तत्र अग्रे तत्र अस्तु शोभा भगिनी अग्रे किञ्चित् पठति वा भगिनि आं महोदय पित्रा सह कृषिकार्यं कृत्वा कौशलं प्राप्य अद्यत्वे समग्रं कृषिकार्यं स्वयमेव निर्वहति सः पितृशब्दस्य तृतीयविभक्ति पित्रा सह सः अव्ययं तृतीयविभक्ति स्वीकरोति कृषिकार्यं कृषिः कृषेः कार्यं कृत्वा तत्र त्वान्तपदं कौशलम् इति कुशलस्य भावः प्राप्यातु इति लेबन्त अद्यत्वे इति अद्यतनकाले इति अद्यतनकाले इदानीं समीचीनं किल महोदय अद्यतनकाले इति अद्यतनकाले अद्यतनकाले समग्रम् इत्युक्ते सम्पूर्णतया सम्पूर्णं कृषिकार्यं स्वयम् एव निर्वहति सः तत्र सः पितुः तं कृषिकार्यं बोधितवान् अथवा तत्र सत्य समीचीनं तत्र अतः तत्र अतः तत्र सः सः कस्मात् एतत् सर्वं ज्ञातवान् कृषिकार्यं कस्मात् ज्ञातवान् कस्मात् कृषिकार्यस्य ज्ञानं कस्मात् प्राप्तवान् पितुः इति षष्टि पित्रे पित्रे इति चतुर्थी न पञ्चमी पितुः एव पितुः अपि पञ्चमी समीचीनं पितुः पितुः पितुः सः कृषिकार्यस्य ज्ञानं प्राप्तवान् पितुः प्राप्तवान् सः सः कृषिकार्यस्य ज्ञानं पितुः प्राप्य कुशलः अपि भूतवान् भूत्वा भूत्वा सम्पूर्णं कार्यं स्वयमेव कर्तुम् आरब्धवान् आरब्धवान् अस्ति सः समीचीनं स्वयमेव समीचीनं तत्र बहु किमपि अस्ति तत्र बहु किमपि अस्ति अस्मिन् वाक्ये किन्तु समीचीनं भगिनि अस्तु अग्रे निर्वहति इत्युक्ते वहति तत्र निर् उपसर्ग वा महोदय निर्वहति नीत् उपसर्गः निर्वहति निर्वहति निर् इति एव तत्र तस्य किं केवलं वहति वहति इत्युक्ते क्यारिङ्ग् इति निर्वहति निर्वहति कार्यं निर्वहति कार्यं निर्वहति स सम्यक्तया करोति अपि कारयति कारितुमपि सः जानाति इति निर्वहति ग्रामे कस्यचित् अपि कष्टं यदि स्यात् तर्हि तन्निवारणाय झटिति तत्र धावति ग्रामे तत्र ग्रामे सप्तमी विभक्ति कस्यचित् अपि तत्र कस्य अपि यो चित् अस्ति कोऽपि कष्टे अस्ति भवति सः तेषां साहाय्यं कर्तुं झटिति गच्छति झटिति तन्निवारणाय इति विभक्ति का तत्र तत्र चतुर्थी विभक्ति कष्टं यदि स्यात् इति स्यात् इति विधिलिङ्ग् यदि तर्हि तत्र तर्हि अव्ययपदं तत् निवारणाय तत्र तन्निवारणाय भवति चतुर्थी विभक्त्यां झटिति झटिति इति तत्र सः विलम्बेन न गच्छति तत्र यस्मिन् क्षणे यस्मिन् क्षणे सः शृणोति अस्तु तत्र कोऽपि कष्टम् अनुभवति इति तस्मिन् एव क्षणे सः गच्छति धावति साहाय्यं कर्तुं तत्र तन्निवारणाय अथवा तन्निवारणार्थं तत् कष्टं यदस्ति कष्टं निवारणार्थं तेषां कष्टं निवारणार्थं सः झटिति तत्र गच्छति शास्त्रे अन्ये जेतव्याः इत्यत्र प्रभूतं धनं सम्पादनीयम् इत्यत्र च तस्य इच्छा नास्ति तत्र शास्त्रे सप्तमी विभक्ति अन्ये जेतव्याः तत्र अन्ये बहुवचने इति मन्ये जेतव्याः इति अस्ति तत्र पराजितं कर्तुं न इच्छति तादृशम् इच्छा नास्ति तस्य तत्र किमस्ति इत्युक्ते भगिनि तत्र जेतव्याः इति अस्ति तत्र अन्ये जेतव्याः इत्यत्र इति तत्र अन्ये इति पदस्य जेतव्याः इति विशेषणं भवति विशेषणम् किन्तु तत्र यदि एतत् स्थापयामः तत्र तेन तेन शास्त्रे अन्ये जेतव्याः इति तादृश तद् वाक्यं स्वीकरोतु तेन शास्त्रे तेन शास्त्रे अन्ये जेतव्याः इति तत् स्वीकुर्मः जेतव्याः सन्ति अथवा तत् तद् क्रियापदं भवति किन्तु त्यजामः तेन शास्त्रे अन्ये जेतव्याः इति तत्र तत् कर्मणि रूपम् अस्ति तत्र सः अन्यान् शास्त्रे अन्यान् पराजयितुम् अत्र पराजयं कर्तुम् इति तादृशः भवति किन्तु तादृश तादृशी इच्छा तस्य नास्ति किन्तु तत्र तत्र अतः तत्र कर्मणि रूपम् इति चिन्तयतु तत्र शास्त्रे अन्ये जेतव्याः अपि इति अत्र इत्यत्र प्रभूतं धनं तत्र प्रभूतम् इत्युक्ते बहवः बहु किमपि धनं बहु किमपि धनं तत्र राशि राशि धनम् इति तादृशार्थे प्रभूतं धनं तत्र विशेषविशेषणं सम्पादयितुं सम्पादनीयम् इति अत्र तस्य तादृशम् इच्छा नास्ति तत्र तस्य तस्य इत्युक्ते कस्य तस्याः पुत्रस्य तस्याः महिलायाः महिलायाः तृतीयायाः पुत्रस्य इच्छा नास्ति सः शास्त्रम् अधीतवान् पाठयति अपि किन्तु शास्त्रे अन्यान् मया अन्ये जेतव्याः इति तस्य इच्छा नास्ति महोदय मया अन्ये जेतव्याः इत्युक्ते जेतव्याः कीदृश प्रयोगः कर्तव्यः कर्तव्यः करणीयः तत्र तव्यतनीयर् तव्यतनीयर् इति वदामः न तादृश न मम प्रश्नः आसीत् तत्र शास्त्रे अन्ये जेतव्याः तत्र अर्थं तु तस्य इच्छा नास्ति किम कोऽपि तेन पराजितं भवतु इति किल महोदय सत्यं किन्तु कस्मिन् विषये शास्त्रविषये अन्ये मया जेतव्याः इति मया अतः तत्र अहं पूर्वम् उक्तवान् तत्र तेन इति किन्तु मया इति प्रायशः बहु सम्यक् भवति तत्र मया शास्त्रे मया शास्त्रे अन्ये जेतव्याः इति तादृशी इच्छा तस्य नास्ति अपि मया प्रभूतं धनं वदतु तदपि अपि च प्रभूतं धनं सम्पादनं कर्तुमपि तस्य इच्छा नास्ति तत्र वयं वदामः खलु अस्तु अस्तु तत्र मया बहु किमपि कर्तव्यमस्ति अद्य अहम् इदानीमेव गच्छामि मम समयः नास्ति इति तत्र मया बहु किमपि कर्तव्यं तत्र अहं बहु किमपि करोमि इति न मया कर्तव्यमस्ति इति अतः तत्र मया अन्ये जेतव्याः शास्त्रे जेतव्याः अथवा मया प्रभूतं धनं सम्पादनीयं सम्पादनीयमिति तादृशः इच्छा तस्य नास्ति इति सा उक्तवती अतः तत्र सः शास्त्रम् अधीतवान् अपि स्वकार्ये निपुणः अपि अस्ति किन्तु तत्र कार्यं करोति किन्तु तत्र प्रभूतं धनं सम्पादनीयम् इति तस्य इच्छा नास्ति अपि तत्र अन्येन पराजेतुम् अपि तस्य इच्छा नास्ति इति सः स्वस्य विषये सन्तुष्टः अतः तत्र अस्तु सत्यं भगिनि तत्र यदि पराजयः अन्यान् पराजयान् कृतवान् इति एव तस्मात् एव सन्तोषः भवति चेत् तत्र बहु कष्टमस्ति जीवने. खलु. अस्तु, अग्रे तत्र वदतु भगिनि. शास्त्रे अन्ये जेतव्याः कर्मणि प्रयोगः अस्ति वा महोदय? मया तत्र मया अनेकाः तत्र बहु किमपि अस्ति मया कर्तव्यम् इति. मया कर्तव्यं कर्मणि प्रयोगे अस्ति. कर्मणि रूपमेव, कर्मणि रूपमेव मया कृत्य कर्मणि एव, कर्मणि एव, कर्मणि एव. क्रियापदं तत्र जेतव्याः अस्ति अथवा सन्ति, तत्र किं भवति? तत्र कर्मणि प्रयोगे किं भवति? मया अनेकानि कार्याणि कर्तव्यानि. अनिर् प्रति आगच्छति वा महोदय? अथवा तत्र तव्य तत्त्वा नियत् समानार्थकम् अस्ति. तत्र इच्छा नास्ति, इच्छा नास्ति. हा, तत्र जेतव्याः इति तस्य क्रियापदं न दत्तं. तत्र शास्त्रे रामेण पुस्तकं पठितं, रामेण श्लोकः पठिताः, पठितः तत्र पठितः श्लोकः, पठितः श्लोकाः किं भवति? श्लोकाः पठितः, पठितौ, पठिताः, पठिताः इति भवति. अत्र अन्ये जेतव्याः अपि तत्र श्लोकः पठितः इति स्वीकरोतु. तत्र रामेण श्लोकः पठितः, तत्र क्रियापदं किम् अस्ति? पठितः. न, पठितः इति क्रियापदं नास्ति. रामेण श्लोकः पठितः. पठितः इति विशेषणं भवति. श्लोकः पठितः, कीदृशः श्लोकः? रामेण पठितः श्लोकः इति भवति. अत्र न, एकनिमिष. तत्र रामेण पठितः श्लोकः, तत्र क्रियापदं नास्ति, किन्तु यदि स्थापितुम् इच्छामः अस्ति इति एव क्रियापदं भवति तत्र. एषः कीदृशः श्लोकः? एषः श्लोकः रामेण पठितः श्लोकः अस्ति. इदानीं तत्र श्लोकाः सन्ति चेत् किं? पठिताः. एते श्लोकाः पठिताः रामेण पठिताः श्लोकाः सन्ति. सन्ति अत्र मया शास्त्रे अन्ये जेतव्याः सन्ति इति इच्छा तस्य नास्ति. अत्र क्रियापदं स्थापितुम् इच्छामश्चेत् सन्ति इति एव भवति तत्र. अस्तु महोदय, धन्यवादः महोदय. अस्तु, अग्रे तत्र श्रीप्रिया भगिनी पठति वा अग्रे? आम् महोदय. तावता राजधानी गच्छन् रत्नायाः पुत्रः अभिमुखम् आगतः. तस्मिन् समये रत्नायाः पुत्रः यः राजधानीम् आसन् सः तेषां पुरतः आगतः. सः इदानीं राजधानी नास्ति इति मन्ये, तत्र राजधानीं गच्छन् अस्ति सः. गच्छन् अस्ति. तत्र पुत्रः अभिमुखम् आगताः. अभिमुखम् इत्युक्ते तत्र पुरतः आगतः सः. पुरतः आगतः आसीत्. तत्र गच्छन् इति शतन्त्ररूपं, राजधानीम् इति कर्मपदं, प्रथमायाः पुत्र. समीचीनं. अग्रे सः नमस्कृत्य सः अग्रे अगच्छत्. केवलं वन्दनं कृत्वा सः अग्रे गतवान्. समीचीनं. तत्र ताः इति विभक्ति का? द्वितीया विभक्ति. समीचीनं भगिनि. किमर्थं? कर्मपदमस्ति इति कारणेन. सः ताः नमस्कृत्य. सः ताः नमस्करोति. तदनन्तरम् अग्रे गच्छति, अग्रे गच्छति इति कृत्वा सः ताः नमस्कृत्य अग्रे अगच्छत् इति. समीचीनं भगिनि. ताः इति कर्मपदं, द्वितीयविभक्ति बहुवचनं ल्यबन्तं समीचीनं. अग्रे किञ्चित् अनन्तरं द्वितीयायाः पुत्रः अपि अभिमुखम् आगतः. किञ्चित् समयात् अनन्तरं द्वितीया महिलायाः पुत्रः अपि तेषां पुरतः आगतः. अग्रे पठामि पठतु भगिनि. सः अपि वेगेन ततः निर्गतवान्. सः अपि केवलं वन्दनं कृत्वा एव अग्रे गतवान् तत्र निर्गतवान् अग्रे गतवान् अग्रे तत्र पठतु भगिनि. तत्र प्रायशः अस्तु प्रस्थितवान् इति परिच्छेदं पठतु भगिनि. तावता तृतीयायाः पुत्रः तत्र आगत्य भवत्यः एतस्मिन् आतपे किमर्थं घटवहनश्रमं कुर्वन्ति? अहं घटं भवतीनां गृहं प्रापयिष्यामि इति उक्त्वा तासां हस्त अनुरोधपूर्वकं घटं स्वीकृत्य अग्रे प्रस्थितवान्. इदानीं तत्र खण्डशः पश्यामः. तत्र तावता तृतीयायाः पुत्रः तत्र आगत्य तावत् किमपि नास्ति. अस्तु भवत्यः इति वाक्ये तत्र भवत्या कुर्वन्ति इति अस्ति खलु. भवत्यः इति कर्तृपदं कुर्वन्ति इति क्रियापदं भवत्य कुर्वन्ति. किं कुर्वन्ति? घटवहनश्रमं कुर्वन्ति. तत्र घटम् अथवा घटान् वहन्ति किन्तु श्रमेण वहन्ति इति कृत्वा घटवहनश्रमं कुर्वन्ति. घटवहनस्य श्रमम् अस्ति तत्र तं श्रमं किं कुर्वन्ति इति. अस्तु किमर्थम् इति प्रश्नः. तस्य पूर्वम् एतस्मिन् आतपे एतस्मिन् आतपे इत्युक्ते बहु आतपः अस्ति किमर्थं? तत्र सूर्यकिरणात् आतपः अस्ति इति कृत्वा तत्र प्रायशः मध्याह्नः अस्ति इति प्रायः किमपि अस्ति तत्र. अतः तत्र एतस्मिन् आतपे इति परिश्रमं किं कुर्वन्ति इति. अग्रे अहं घटं भवतीनां गृहं स्थापयिष्यामि. अहं भवतीनां साहाय्यं करोमि इति सः. तत्र भवतीनाम् इति विभक्ति का? षष्टि बहुवचनं भवती भवतीनां नदी नदीनां नदी नदीनां गृहं प्रापयिष्यामि. घटं तत्र जलपूर्णघटं यत् अस्ति तम् अहं भवतीनां गृहं प्रापयिष्यामि इति उक्त्वा तासां हस्तात् अनुरोधपूर्वकं घटं स्वीकृत्य अग्रे प्रस्थितवान्. तत्र तासाम् इति षष्टि एव तत्र अनुरोधपूर्वकम् इत्युक्ते कृपया अनुरोधपूर्वकं ते वक्तुम् इच्छन्ति मास्तु मास्तु अहमेव वहामि इति. तत्र अनुरोधं यदि कर्तुम् इच्छन्ति किन्तु तस्य पूर्वमेव एषः घटं स्वीकृतवान्. महिलाः वक्तुम् इच्छन्ति प्रायशः मास्तु मास्तु भवान् मा वहतु अहमेव वहामि इति अनुरोधम् इति कर्तुम् इच्छन्ति प्रायशः. अतः अनुरोधपूर्वकं तस्मात् पूर्वमेव ते किमपि न उक्तवत्यः किन्तु सः तस्मात् पूर्वमेव एषः हस्तात् घटं स्वीकृत्य अग्रे अपि प्रस्थितवान् अग्रे गतवान् सः. समीचीनं भगिनि. महोदय अत्र भावरूपं नास्ति वा? अनुरोधपूर्वकं तस्य भावः नास्ति वा? अनुरोधपूर्वकम् इत्युक्ते तत्र पूर्णतया न तत्र अनुरोधपूर्वकम् इति तत्र भावः नास्ति. तत्र ते अनुरोधं कर्तुं प्रायशः इच्छन्ति किन्तु तस्य पूर्वम् इति. तत्र अनुरोधस्य भावः इति वा तत्र तत् मनसि इदानीं किमपि न आगच्छति किन्तु अतः न जानामि भगिनि अस्ति न वा इति. अस्तु अस्तु, अग्रे तत्र वंशीसुधा भगिनी पठति वा भगिनि? आं महोदय, पठामि. यदा सः अग्रे अगच्छत् तदा उभे तृतीयाम् उक्तवत्यौ, भवत्याः पुत्रः एव श्रेष्ठः. तत्र तृतीयाः पुत्रः घटः स्वीकृत्य प्रस्थितवान्. अग्रे उभे इत्युक्ते अन्ये द्वे महिले तृतीयाम् उद्दिश्य उक्तवत्यौ भवत्याः पुत्रः एव श्रेष्ठः. किमर्थम् इति अग्रे पठामि. सः न केवलं भवत्याः अपि तु आवयोः अपि भारम् ऊढवान्. किमर्थम् इत्युक्ते सः अस्माकं आवयोः घटः न, परन्तु आवयोः अपि कथं स्वीकृत्य भारम् ऊढवान्. अतः सः श्रेष्ठः इति ते उक्तवत्यौ. तत्र प्रायशः तत्र संशयः किमपि आसीत् इति मन्ये. यदि आसीत् तत्र तृतीयः पुत्रः, यदि सा उक्तवती तत्र सः अन्या ये जनाः कष्टम् अनुभवन्ति तत्र सः तस्य निवारणाय गच्छति इति, तत्र केवलं तद् उक्तम् इति प्रायशः यदि चिन्तनं स्यात्, किन्तु इदानीं ते जानन्ति खलु तत्र सः यद् अतः किमर्थमित्युक्ते प्रथमायाः पुत्रः तु वाणिज्ये अस्ति, द्वितीयः पुत्रः तु नगरे. तत्र एकः शास्त्री अस्ति, एकः वाणिज्ये वाणिज्ये निपुणः अस्ति इति ते जानन्ति. समीचीनं. परन्तु तौ द्वौ दृष्टवन्तौ अपि अग्रे गतवन्तौ किमपि न कृतवन्तौ. अतः ते श्रेष्ठः इति न भाति. ते न चिन्तितवन्त्यौ चिन्तितवत्यौ इति प्रायशः. आवयोः पुत्रौ तु शिष्टाचारं परिपाल्य आवयोः कष्टविषये अविचिन्त्य अग्रे गतवन्तौ. ते वदत्यौ अस्ति वा वक्तुं शक्यते वा? वदत्यौ अस्ति वक्तुं स्तः इति प्रायशः भवति. अस्तु, वदत्यौ स्तः. आवयोः पुत्रौ द्वौ अपि सम्यक् शिष्टाचारं कुर्वन्ति. शिष्टाचारस्य पालनं कुर्वन्ति. यद् एतत् समीचीनम् अस्ति तत् कुर्वन्ति, किन्तु केवलं तदेव कुर्वन्ति. अस्तु, आम्. तस्य अग्रे तस्य उपरि अधिकं किमपि न कुर्वन्ति इति तस्मिन् अर्थे. अतः तयोः मनसि भावना उत्पादयति तस्य तयोः पुत्रः तयोः पुत्रौ तृतीयाः पुत्रः एव श्रेष्ठः. तत्र पुत्रद्वयं यत् अस्ति तस्य कृते अथवा तस्य अपेक्षया अथवा पुत्रयोः अपेक्षया तृतीयायाः पुत्रः एव श्रेष्ठतमः वक्तुं शक्यते किल? श्रेष्ठतमः तत्र श्रेष्ठतरः, श्रेष्ठतमः, उत्तमः इति. श्रेष्ठतरः यदि द्वयोः मध्ये अस्ति चेत् श्रेष्ठतरः इति वक्तुं बहूनि जनानि सन्ति चेत् श्रेष्ठतमः इति वक्तुं शक्नोमि. सत्यं. यः मातापित्रोः अन्येषां च कष्टस्य निवारणे सर्वदा अवधानवान् भवेत् सः एव योग्यः पुत्रः. भवत्याः जीवनमेव धन्यम् इति. अस्तु, ते उक्तवत्यौ मातापित्रोः कष्टतरसमये यदि पुत्रः ताम् तत्र एकमेकं स्वीकृत्य वदामः भगिनि. तत्र यः, तत्र वाक्यं कीदृशम् अस्ति? तत्र यः सः इति आकारं, वाक्यस्य आकारं यः अपि एकं एकं खण्डं, तदनन्तरं तत्र खण्डद्वयम् अस्ति, यः अनन्तरम् एक सः अनन्तरम् एकं. तत्र मातापित्रोः इत्युक्ते मातापित्रोः तत्र द्विवचने अस्ति महोदय, तत्र षष्ठी विभक्ति, तत्र समस्तपदम् अस्ति अहं चिन्तयामि. मातापित्रोः कष्टस्य अपि अन्येषां च कष्टस्य, तत्र केवलं मातापित्रोः कष्टस्य इति न, अन्येषामपि कष्टस्य निवारणे सर्वदा निवारणार्थं सर्वदा यः उद्युक्तः अवधानवान् भवति. तत्र अवधानवान् इति तत्र यस् तत्र अवधानवान् तत्र किं बुद्धिमान् उद्युक्तः इति भवितुम् अर्हति वा महोदय? तत्र प्रायशः तदपि वक्तुं शक्नुमः. अर्थ समानार्थकः इति मन्ये, किन्तु अत्र किमस्ति, तत्र तस्य अवधानम् इत्युक्ते तत्र सः पश्यन् अस्ति तत्र अस्तु मातापित्रोः कष्टम् अस्ति न वा, अन्येषां कष्टम् अस्ति न वा इति सः सर्वदा पश्यन् अस्ति. सः तस्य अवधानं तत्र अस्ति, अतः तत्र अवधानवान् इति अवधान तत्र बुद्धि तत्र यस्य यस्मिन् वा इति अर्थे तत्र यस्य यस्मिन् वा बुद्धिः अस्ति सः बुद्धिमान्, यस्य यस्मिन् वा धनम् अस्ति सः धनवान् इति भवति खलु. तत्र किमस्ति तत्र मतु प्रत्यय इति मन्ये तत्र अवधानवत् इति अवधानवान् इति रूपं पुल्लिङ्गे. तत्र अवधानं तस्य अस्ति, तस्य अवधानम् अस्ति इति कृत्वा सः अवधानवान्, अतः सः एव योग्यः पुत्रः इति. अतः तत्र बहु किमपि तत्र उक्तम् अस्ति खलु भगिनि, तत्र केवलं सः मातापित्रोः कष्टस्य निवारणे अवधानं तस्य अस्ति इति न, अन्येषामपि कष्टस्य निवारणे अवधानम् अस्ति, अपि केवलमस्तु अद्य तस्य अवधानम् अस्ति इति न, ह्यः तस्य अवधानम् आसीत् इति न, सर्वदा अवधानम् यस्य भवेत् सः एव योग्यः पुत्रः इति उक्तवत्यौ तौ ते महिले भवत्याः जीवनमेव धन्यम् इति तत्र. समीचीनम्. अस्तु, प्रश्नः सन्ति वा? प्रश्नः अस्ति वा अत्र? ऊढमान् तव तु प्रत्ययः अस्ति, परन्तु कीदृश धातु अस्ति महोदय? वोढुम् इति, वोढति, तत्र वोढुं शक्नोति, तत्र वोढ इति तत्र वहति वा महोदय? वहति, वहति, वहति, सम्प्रसारणं भवति महोदय तत्र. वहति, सत्यं सत्यं, वहति इति वहति. वहति ऊढवान् इति भवति इति सत्यं भगिनि. तत्र वहति तत्र भारं. तत्र कथायाम् अपि तत्र सः घटं स्वीकृत्य इति अस्ति, किन्तु तस्य पूर्वं तत्र घटं वहन्त्यः इति आसीत् खलु, तत्र घटं वहति, इदानीं तत्र घटं वहति सः वहति, तस्य भूतकालरूपं सः घटं ऊढवान् इति भवति. अस्तु महोदय, धन्यवादः. विशेषभगिनी धन्यवादः. वहति एव अस्ति, समीचीनम् अत्र. तत्र सम्प्रसारणं कार्यं भवति महोदय, अतः ऊढवान् इति भवति और् ऊढित्वा अपि भवति त्वान्तप्रत्यय अपि महोदय. हा सत्यं सत्यं सत्यं, तत्र त्वान्तरूपम् अपेक्षितमस्ति चेत्. हा सम्प्रसारणम् इत्युक्ते किं भगिनि? सम्प्रसारणम् इत्युक्ते यदि इक् स्थाने यण् एको एनचि यदि सूत्रं जानाति न भगिनि, तत्र किमर्थम् उल्टा ऐ डोण्ट् नो किं किं वदामि, विरुद्ध विपरीतक्रमेण. आम् विपरीत यण् स्थाने इकः आदेशः भवति भगिनि, अतः वः वा स्थाने उ आदेशः भवति. अस्तु तत्र अस्ति चेत् तत्र उकारः अस्ति चेत् मकारः भवति खलु तत्र, इदानीं तस्य विपरीतम् इति खलु भगिनि. आम् महोदय तदेव अस्ति महोदय, परन्तु तुमुन् रूपे तु वदितुं भवति, परन्तु त्वान्त ककारः अस्ति इति भूत्वा तत्र परिवर्तनं भवति भगिनि. त्वा अपि च तवतु प्रत्यये ककारः अस्ति, अतः सूत्रे कारणात् तत्र सूत्रस्य कारणात् सूत्रस्य कारणात् परिवर्तनं भवति. अहं चिन्तितवान् तत्. हा धन्यवादः भगिनि, हा समीचीनम् अस्ति. धन्यवादः भगिनि, हा धन्यवादः. अत्र अन्यः प्रश्नः अस्ति वा अस्मिन् विषये? तत्र अहं चिन्तितवान् अस्मिन्नेव अङ्के तत्र अन्यः अपि एका लघुकथा आसीत्, किन्तु तत् तस्य अन्वेषणं कुर्वन् अस्मि. प्रायश्चित् अस्ति अर्धपुटमेव अस्ति तत्र, किन्तु प्रायशः अस्मिन् प्रायशः नास्ति. हा अस्तु अस्तु अस्तु, तत्र अन्यत्र अस्ति इति मन्ये. अस्तु अग्रिमे वर्गे तत् पठामः. अन्या कथा अपि अस्ति महोदय, सत्यं सत्यं, किन्तु तत्र एका बहु लघु कथा आसीत् भगिनि. एकनिमिषः तस्य अन्वेषणं कृत्वा तत्र कथायाः नाम किं महोदय? न स्मरामि भगिनि, किन्तु एकनिमिषः किन्तु तत्र पठितवान्. तत्र लघुकथा बहु सरलमस्ति, अपि बहु समीचीनम् अस्ति. तत्र गजस्य महोदय सेप्टेम्बर् गजस्य विषये अपि प्रेषितवान्, जुलै अपि सेप्टेम्बर्. हा हा तत् सेप्टेम्बर् अस्ति, तत्र किं तत्र भानुवासर रविवासरस्य वर्गे तत् पठितवन्तः. किन्तु तत्र गजस्य एका कथा अस्ति तत्र. अस्तु सेप्टेम्बर् इति तत् पश्यामः, प्रायशः तस्मिन् अस्ति इति अस्ति चेत् तत् समीचीनमेव. तत्र तत्र एक चित्रमपि न पश्यामि, तत्र एकं बहु समीचीनमासीत्. हा हा अस्तु धन्यवादः. हा गजस्य प्रेम सेप्टेम्बर् अङ्के अस्ति. अस्तु सेप्टेम्बर् सेप्टेम्बर्. हा धन्यवादः लक्ष्मी भगिनी, धन्यवादः. तत्र यदि सर्वे जानन्ति वा कथं तत्र सेप्टेम्बर् मासस्य अङ्कं प्राप्तुम्, अथवा तत्र यदि लिङ्क् अत्र चाट् मध्ये यदि स्थापयामि प्रेषयतु महोदय. हा प्रेषितवान् तत्र, तस्यापि पार्श्वे अस्ति. हा सेप्टेम्बर् इदानीं प्रेषितवान् अहं तत्र चाट् मध्ये. नरेश् महोदय तत्र भवतः पार्श्वे अस्ति खलु सेप्टेम्बर् इश्यू? सेप्टेम्बर् इश्यू तत्र केवलं यत्र लिङ्क् अस्ति महोदय, तत्र जुलै स्थाने तत्र सेप्टेम्बर् इति स्थापनीयमस्ति, नो चेत् सम्भाषणसन्देशः इति तत्र सैट् गत्वा तत्र सेप्टेम्बर् 2020 इति. तत्र सम्भाषणसन्देशः इति जालपुटं जानाति खलु महोदय? न क्रीतवान्. न न तत्र तस्य आवश्यकता नास्ति. पुटसङ्ख्या अस्ति 19. तस्य एतत् किं फ्री अस्ति महोदय, पब्लिक् मध्ये अस्ति, तत्र सब्स्क्रिप्शन् तस्य आवश्यकता नास्ति. अतः सम्भाषणसन्देशं गच्छतु, जालपुटं गच्छतु, तत्र सेप्टेम्बर् 2020 तत्र पुटसङ्ख्या अस्ति 19 इति. लघुकथा अस्ति तत्र, हा लघुकथा अस्ति किन्तु बहु समीचीनम् अस्ति तत्र. अस्तु, सर्वे प्राप्तवन्तः वा? अहं न प्राप्तवती महोदय. तत्र चाट् मध्ये अहं लिङ्क् प्रेषितवान् भगिनि. अस्तु अस्तु भगिनि, चिन्ता मास्तु भगिनि. किन्तु तत् यदि यदा समयः समयं प्राप्नोति तत्र सेप्टेम्बर् मासे तत्र पेज् 19 मध्ये गजस्य प्रेम इति बहु समीचीना कथा अस्ति भगिनि. अस्तु भगिनि, अस्तु, नमस्कारः. पेज् 19 मध्ये अस्तु प्राप्तवन्तः, अस्तु सर्वे, अस्तु अस्तु. तर्हि तत्र तत्र हा सम्भाषणसन्देश जालपुटं प्राप्तं न न तत् त्यजतु भगिनि. तत्र सम्भाषणसन्देशः इति गच्छतु अथवा चाट् मध्ये प्रेषितवान् अहम्. एफ़् सि सि चाट् मध्ये मेसेज् मध्ये चाट् मेसेज् अस्ति भगिनि तत्र अधोभागे. पुनरेकवारम् अहं प्रेषितवान्. प्राप्तवती वा भगिनि? अस्तु अस्तु अस्तु. तर्हि तत्र गीताञ्जलि भगिनी आरम्भं करोति वा तत्र? आं महोदय. गजस्य प्रेम इयं घटना कथं वदामि महोदय? तत्र सहस्र नवशत अधिक नवशताधिक चतुर्पञ्चाशत् इति प्राशत्तमे वर्षे प्रवृत्ता. तेषु दिनेषु अस्मद्गृहं कुम्भकोणक्षेत्रे शाङ्गपाणि. महोदय तत्र बहु ध्वनिः अस्ति. हा तत्र कुत्र अस्ति न श्रूयते सम्यक्तया. हा इदानीं प्रायशः समीचीनम् अस्ति. धन्यवादः. अस्तु, तेषु दिनेषु अस्मद् गृहं कुम्भकोणक्षेत्रे शाङ्गपाणिदेवालयस्य गोपुरद्वारसमीपे एव आसीत्. तत्र किञ्चित् किञ्चित् उक्त्वा उक्त्वा अग्रे गच्छामः. समयः किञ्चित् एव अस्ति खलु भगिनि. अतः तत्र तेषु दिनेषु तत्र कस्मिन् वर्षे एषा घटना प्रवृत्ता इति जानीमः. तेषु दिनेषु अस्मद् गृहं कुत्र आसीत्? कुम्भकोणक्षेत्रे, कुम्भकोणनगरे, प्रसिद्धनगर तमिळ्नाडु प्रदेशे शाङ्गपाणिदेवालयस्य तत्र नाम तु तत्र तमिळ्नाडु मध्ये प्रायशः सारङ्गपाणि इति वदन्ति किन्तु तदस्ति शाङ्गपाणिदेवालयः. तस्य प्रधानगोपुरद्वारः यः अस्ति तस्य समीपे एव गृहम् अस्माकं गृहम् आसीत्. अग्रे भगिनि. प्रतिवर्षं देवालयस्य वार्षिक ब्रह्मोत्सवः चैत्रमासे 10 दिनानि यावत् प्रचलति. अत्र प्रतिवर्षे इत्युक्ते देवालयस्य वार्षिक एकं कार्यक्रम ब्रह्मोत्सवः प्रतिवर्षं तद् भवति देवालये. देवालयः चैत्रमासे अपि 10 दिनानि इत्युक्ते चलति तत् उत्सव चलति. हा 10 दिनानि यावत् इत्युक्ते 10 दिनान् तत्र समयस्य अपर्यन्तं 10 दिनपर्यन्तं तत्र यावत् इति समयस्य अवधिः. समयस्य अवधिः, तत्र दशदिन अवधिः इति, दशदिनानि यावत् प्रचलति ब्रह्मोत्सवः, ब्रह्मोत्सवः चैत्रमासे प्रचलति। अस्तु अग्रे, महोत्सवस्य शोभायात्रादिषु निकटस्थस्य अन्यदेवालयस्य गजः नियुक्तः आसीत्। महोत्सवस्य शोभायात्रादिषु इत्युक्ते षष्टि महोत्सवस्य यात्रा शोभायात्रादिषु इत्युक्ते तत् कारणेन उत्सवसमये तत्र किं भवति, तत्र महोत्सवः अस्ति अपि तत्र देवस्य तत्र प्रोसेशन् इति वदन्ति खलु, तत्र देवालयस्य बहिः आगत्य तत्र प्रदक्षिणम् अपि सर्वं कृत्वा सर्वे जनाः द्रष्टुं शक्नुवन्ति तस्मिन् समये, तादृशः शोभायात्रा इति वदन्ति। शोभायात्रा भवति, अपि च पर्यटक अपि च नगरवासी सर्वे तत्र आयाति, तत्र सर्वे द्रष्टुं शक्नुवन्ति, तत्र सर्वे आयन्ति आगच्छन्ति तत्र किं भवति, अतः तत्र शोभायात्रा आदिषु गजः नियुक्तः, आसीत् इत्युक्ते तत्र एकः गजः, ब्रह्मोत्सवः भवति इति कारणात् एकः गजः अपि तत्र आगतः आसीत् नियुक्तः, तत्र यः यः कार्यक्रमः भवति, तस्मिन् कार्यक्रमे तस्यापि तत्र किमपि तस्यापि पात्रं भवति, अतः सः नियुक्तः आसीत्। कुतः कीदृशः गजः एषः, निकटस्थस्य तत्र समीपे अस्ति किन्तु तत्र शार्ङ्गपाणिदेवालयस्य गजः न, किन्तु निकटे समीपे अन्यः देवालयः यः अस्ति, अन्यदेवालयस्य गजः, कीदृश अन्यदेवालयः, निकटस्थदेवालयः, अतः निकटस्थस्य अन्यदेवालयस्य गजः एषः नियुक्तः आसीत्। अस्तु समीचीनं, समीपे एव तत् अन्यः देवालयः अस्ति, सः गजः समीपे एव वसति, अत्र कार्यक्रमे नियुक्तः अस्ति। समीचीनं भगिनि, अस्तु तत्र अग्रे एतावत् तत्र धन्यवादः। समीचीनं भगिनि, अस्तु नरेश महोदय किञ्चित् पठति वा अग्रे। आं महोदय, सः प्रतिदिनं प्रातः आगत्य शोभायात्रायाः आरम्भपर्यन्तम् अस्मद्गृहसमीपे तिष्ठति स्म। तत्र सः गजः, शोभायात्रायाः आरम्भपर्यन्तं तत्र तिष्ठति, अस्मद् गृहे समीपे तिष्ठति, तत्र यः लिखति तस्य गृहस्य समीपे एव तिष्ठति स्म सः गजः, प्रतिदिनं प्रातः एव आगत्य तत्र शोभायात्रायाः आरम्भपर्यन्तं, तत्र प्रायशः रात्रि भवति किमपि भवति किन्तु पर्यन्तं तत्र तस्य तत्र अन्तः पर्यन्तं सः गजः तत्र एव गृहस्य समीपे एव स्थित्वा तिष्ठति स्म अग्रे। तत्रत्याः बालकाः तं द्रष्टुम् आगत्य तस्यं शुण्डादीनां शुण्डादीनां विलक्षणं चलनवलन आदिकं विलोक्य हसन्तः नृत्यन्तः क्रीडन्ति स्म। तत्र तत्र शुण्डादीनां विलक्षणं चलनवलन आदिकं विलोक्य इति. तत्र शुण्डः इति इत्युक्ते गजस्य विशेषभागः खलु, तत्र शुण्डः तत्र शुण्डस्य शुण्डादीनां शुण्डादीनाम् इति तत्र किं भवति विभक्ति का तत्र शुण्डादीनां चलनवलन आदिकं चलनं. तत्र शुण्डः एकत्र न भवति खलु गजस्य, इतः तत्र चलति. अत्र चलनवलन आदिकं विलक्षणं, विलक्षणम् इत्युक्ते तादृश तत्र तत् अपूर्वम् अस्ति, अन्ये तादृश न कुर्वन्ति, गजः एव करोति इति कृत्वा विलक्षणं, विशेषं विशेषम् इति चिन्तयितुं तत् शक्नुमः. तत्र डिफरेण्ट् इति डिफरेण्ट् इति डिफरेण्ट् इति अर्थे विलक्षणं चलनबलनादिकं विलोक्य दृष्ट्वा दृष्ट्वा हसन्तः नृत्यन्तः बालकाः हसन्तः सन्ति नृत्यन्तः सन्ति क्रीडन्ति अपि आसन् आसन् स्म क्रीडन्ति स्म. अग्रे मम चतुर्वर्षीया भगिनी प्रतिदिनं तण्डुलान् नारिकेलखण्डान् गुडखण्डान् कदलीफलानि च शूर्पे निधाय तस्मै यच्छति स्म. तस्य चतुर्वर्षीया भगिनी प्रतिदिनं तस्य गजाय तण्डुलान् नारिकेलखण्डान् गुडखण्डान् कदलीफलानि ददाति. तत्र गजाय ददाति, गजः तानि खादित्वा मम भगिन्याः शिरः शुण्डया परं प्रीत्या स्पृशति स्म. गजः सर्वं खादित्वा सर्वं खादित्वा तस्य भगिन्याय शिरः शिरः इति शिरस् इति शिरः इति तत्र कर्मपदं शिरः शुण्डया इति शुण्डया शुण्डया तृतीयविभक्ति शुण्डया तत्र शिरः स्पृशति स्म. शिरः केन स्पृशति स्म शुण्डया स्पृशति स्म माध्यमं तृतीयविभक्तिमाध्यमम् अपि परमप्रीत्या भावप्रयोगः परमप्रीत्या स्पृशति स्म. दशदिनानि महता उल्लासेन व्यतीतानि एतादृशं प्रतिदिनं भवति स्म कि अपि उल्लासेन बहु सन्तोषेन महत् महता उल्लासेन तत्र महता इति महान् उल्लासः महता उल्लासेन इति तृतीय व्यतीतानि दिनानि व्यतीतानि गतानि दिनानि दशदिनानि गतानि शीघ्रतया शीघ्रमेव दिनानि व्यतीतानि. समीचीनं महोदय. अस्तु अस्तु अग्रे तत्र अन्य कोऽपि पठितुम् इच्छति, तत्र पञ्चनिमेष एव अस्ति. अस्तु तत्र शोभा भगिनी पठितुम् इच्छति वा अग्रे. आम् महोदय. दशमे दिने रात्रौ उत्सवस्य समाप्तेः अनन्तरं गजः स्वस्थानं प्राप्नोत्. तत्र दशमे दिने रात्रिकाले उत्सवं समाप्तिः अभवत्. तदनन्तरं गजः स्वस्थानं प्राप्नोत् तस्य गृहस्य पुरतः. सः स्वगृहं गतवान् अस्तु स्वगृहं स्वस्थानं स्वस्थानम् इत्युक्ते अन्य अन्य अन्यदेवालयः यः अस्ति समीपे तत्र सः गतवान् सः एषः गजः तत्र प्रत्यागतवान् एकादशे दिने प्रातः सः नितराम् उद्विग्नः भूत्वा त्वरया अस्मद्गृहं प्राप्य मन्दस्वरेण शब्दम् अकरोत्. मम भगिनीम् आह्वन् इव आह्वयन् इव आह्वयन् इव तत्र कार्यक्रम तु दशदिन एव आसीत् खलु, दशदिनाः एव आसीत्, अतः सः अभवत्, अतः सः एकादशदिने तत्र एकादशदिने तत्र कोऽपि कार्यक्रमः नासीत्, किमपि कार्यक्रमं नासीत्, किन्तु सः पुनः आगतवान्, तत्र उद्विग्नः, नितराम् उद्विग्नः, उद्विग्नेन आगतवान्, अपि च तस्य बालिकायाः गृहस्य पुरतः आगत्य मन्दस्वरेण शब्दं कृतवान्, यथा तां बालिकाम् आह्वानं करोति इव आह्वयन् इति तत्र शत्रन्तरूपम् आह्वयन् इव आम्. अग्रे तत् श्रुत्वा मम भगिनी धावन्ती तम् उपसर्प्य तण्डुलगुडादिखाद्यानि तस्मै दत्तवती. तत् श्रुत्वा बालिका झटिति आहारान्नि दत्तवती गजाय. धावन्ती इति पुनः शत्रुप्रत्यय धावन्ती तम् आं महोदय तस्मै दत्तवती. सन्तुष्टः गजः स्वशुण्डं बहुवारम् उन्नीय अचालयत् स्वकृतज्ञतां प्रीतिं च द्योतयन् इव. सः गजः खादितवान् अपि च सन्तोषेण स्वस्य शुण्डं बहुवारं वारं उन्नीय उत्तनीय नीत्वा अचालयत् चालितवान् अपि च उन्नीय अचालयत् उन्नीय तत्र उपरि तस्य बालिकायाः शिरस्य उपरि इति तत्र आशीर्वादरूपेण इति तादृशं कृतवान् इति मन्ये. उन्नीय इत्युक्ते यथा गज करोति तत्र बालिकां स्वीकृत्य बालिकां स्वीकृत्य तदपि अपि च कृतज्ञतां प्रीतिं च दर्शयितुं कृतवान् इति द्योतयति द्योतयन् अपि शत्रुप्रत्यय तत्र स्वकृतज्ञा मम कृतज्ञा अस्ति प्रीतिः अस्ति इति तत्र तस्य प्रदर्शनं तस्य प्रदर्शनमपि कृतवान् इति भाति तत्र इति तादृशरूपं तादृशस्थितिः तादृशी स्थितिः आसीत् तत्र इति कथं वदामि न जानामि. तत्र सर्वे तत् अवगतवन्तः दृष्टवन्तः तेन ते सर्वे अवगतवन्तः तत्र गजः तत्र तस्य प्रीतिः अपि कृतज्ञतां प्रदर्शितुम् इच्छति अतः सः एतत् सर्वं करोति इति ते अवगतवन्तः सर्वे. दिनत्रयं यावत् एवं प्राचलत् त्रीणि दिनानि पर्यन्तं एवं एतादृशी घटना एतत् सर्वं दृष्ट्वा तत्रत्याः बालकाः भवती एतं गजमेव परिणयतु इति नर्मवाग्भिः मम भगिनी हासयन्तः कोलाहलं कृतवन्तः. एतत् सर्वं दृष्ट्वा बालकाः तां बालिकाम् अवदन् भगिनी भवती एतं गजम् एव विवाहं करोतु तस्य गजमेव परिणयतु इति नर्मवाग्भिः इत्युक्ते हास्यवाक्यम् अथवा हास्यपदम् इति नर्मवाग्भिः ओ वाक् नर्म वाक्भिः अस्तु वाग्भिः तृतीया तृतीया शत्रन्त कोलाहलं कृतवन्तः इयं मनोज्ञा घटना अद्यापि मम स्मृतिपटले तिष्ठति अद्यापि एतत् दृश्यं मनसि अस्ति मनसि अस्ति स्मृतिपटले तिष्ठति एतत्तु वयं बहु एतादृशं बहु किमपि दृष्टवन्तः खलु तत्र भारतदेशे एतत् सर्वं भवति स्म इदानीं भवति न वा न जानीमः किन्तु भवति इति मन्ये इति चिन्तयामः अस्तु अतः तत्र लघुकथा अस्ति किन्तु बहु समीचीनः अस्ति इति कृत्वा धन्यवादः भवती उक्तवती सेप्टेम्बर् मासे अस्ति इति लक्ष्मी भगिनी धन्यवादः महोदय तत्र पटले स्मृतिपटले अर्थं किं महोदय पटलः तत्र पटलं स्मृतिपटलं मेमोरी स्क्रीन् इति महोदय स्क्रीन् अर्थं तु जानामि परन्तु सम्यक् स्मृतिपटले तिष्ठति तत्र स्मृतिपटले पटले तत्र कथं वक्तुमिति तत्र किन्तु पटलं स्मृतिपटलम् इति तत्र किं तत्र मेमोरी इति तत्र किं वक्तुं शक्नोमि अस्तु तत्र अस्तु मेमोरि लेन् इति स्वीकरोमि किन्तु प्रायशः अन्यत् अपि वक्तुं शक्नुमः इदानीं किमपि मनसि नागच्छति भगिनि किन्तु यदि अस्तु तर्हि तत्र समयः अपि जातः किन्तु कथां पठितवन्तः सन्तोषः अस्तु तत्र अग्रे अन्ते तत्र गीताञ्जलि भगिनी अन्ते तत्र प्रार्थनारूपेण वदति वा भगिनी तदनन्तरं सर्वेषां शान्तिर्भवतु सर्वेषां पूर्णं भवतु सर्वेषां मङ्गलं भवतु ॐ शान्ति शान्ति शान्ति हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ धन्यवादः महोदय धन्यवादः महोदय अग्रिमे वर्गे मिलामः नमस्कारः नमस्कारः.